गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय प्रियते तर्कसङ्ग्रहः। अस्तु, तर्हि इदानीं प्रत्यक्षज्ञानस्य लक्षणदलसार्थक्ये स्मः। इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति लक्षणं, तत्र पदचतुष्टयमस्ति, इन्द्रिय अर्थ सन्निकर्षजन्यम् इति पदचतुष्टयमस्ति। तत्र प्रत्येकं पदं त्यजामश्चेत् कुत्र क्लेशः भवति इति विचिन्त्य, यदि अर्थ इति पदं त्यजामश्चेत् तत्र परमाणोः आकाशस्यापि प्रत्यक्षं भवति इति आपत्तिः अस्ति, किन्तु तत्र असिद्धिः अस्ति, इत्युक्ते केनापि न दृष्टम् इति कृत्वा अर्थ इति पदेन योग्यवस्तुः, प्रत्यक्षयोग्यवस्तुः इति अवगन्तव्यम्। यत्किमपि पदं न स्वीकर्तव्यम्, अर्थ इति पदेन योग्यवस्तुः स्वीकर्तव्यः, वस्तु स्वीकर्तव्यः इति अस्माभिः दृष्टम्। तदनन्तरं केवलं सन्निकर्ष इति वदामश्चेत् तत्र परम्परारूपेणापि, इत्युक्ते मया उक्तं तत्र भित्तिः, भित्तेः पृष्ठे घटः अस्ति इति भवतु, इतोपि समीचीन उदाहरणमस्ति, भित्तेः पृष्ठे चित्रमस्ति, भित्तौ एव चित्रमस्ति, किन्तु पूर्वभागे नास्ति, पृष्ठभागे अस्ति इति चिन्तयतु। तर्हि चित्रं कुत्र अस्ति? साक्षात् भित्तौ अस्ति, अपि च मम चक्षुः भित्त्या सह संयुक्तः अस्ति। तर्हि स्वसंयुक्तसंयुक्तसमूहसम्बन्धेन चक्षुचित्रयोः मध्ये सम्बन्धः इदानीं साधितः, तर्हि तेन सम्बन्धेन चित्रस्यापि दर्शनं स्यात् इति आपत्तिः भवति, किन्तु तत्र असिद्धिः अस्ति, केनापि न दृष्टम् इति कृत्वा अत्र सन्निकर्षः इति पदेन योग्यः सन्निकर्षः इति अपि तत्रापि योग्यपदं प्रयुक्तम्। अस्तु, तदनन्तरम् इदानीम् इन्द्रिय इति पदं त्यजामश्चेत् किं भवति इति, तत्र प्रथमं किमुक्तम्? इन्द्रिय इति पदस्य अनुपादाने अत्र घटभूतलयोः यः सम्बन्धः अस्ति, संयोगः अस्ति, नो चेत् घटघटयोः मध्ये यः संयोगः अस्ति, तेन संयोगेनापि अत्र प्रत्यक्षं भवेत् इति आपत्तिः अस्ति। किमर्थमित्युक्ते घटः प्रत्यक्षयोग्यपदार्थः अस्ति, अन्यघटः अपि प्रत्यक्षयोग्यपदार्थः अस्ति, तयोः मध्ये यः सम्बन्धः अस्ति सः अपि योग्यपदार्थः अस्ति, योग्यसम्बन्धः अस्ति इति कृत्वा अर्थसन्निकर्षजन्यम् इति वद, अर्थसन्निकर्षः अस्ति इति कृत्वा, अर्थयोः मध्ये सन्निकर्षः अस्ति इति कृत्वा तेनापि प्रत्यक्षज्ञानं भवेत्, किन्तु तत्र असिद्धिः अस्ति इति कृत्वा इन्द्रियपदस्य योजना करणीया इति उक्तम्। पुनः तस्मिन् विषये आक्षिप्तम्, अत्र जन्यम् इति पदं भवता त्यक्तं, तर्हि जन्यम् इति पदमपि लक्षणवाक्ये अस्ति, तस्य महत्त्वमस्ति किम् इति चेत् तत्र संयोगेन ज्ञानं जन्यं भवेत् इति कृत्वा अत्र तु घटघटयोः मध्ये यः संयोगः भवति तेन ज्ञानं न जायते इति कृत्वा जन्यम् इति पदम् अस्ति इति कृत्वा तेन सामर्थ्येन एव एतत् साधयितुं शक्यते, इत्युक्ते घटघटयोः मध्ये यः संयोगः अस्ति यत्र असिद्धिः भवति तद् निवर्तयितुं शक्यते केवलं जन्य इति पदस्य महत्त्वेन इति कृत्वा इदानीमपि इन्द्रियस्य पदम्, इन्द्रिय इति पदं न आवश्यकम् इति उक्तम्। तदनन्तरं पुनः तस्मिन्नेव विषये चिन्तनं, तत्रैव एवमुक्तमासीत्, चक्षुरादिना वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण ज्ञातुं शक्यः इति। अस्तु, तर्हि तस्मिन्नेव परिच्छेदे चिन्तनम् आसीत्, महुल् महोदयेन पठितं खलु, आं महोदय. अस्तु, तर्हि तत्र अन्तिमपरिच्छेदः पुनः एकवारं पठति वा, तस्मिन् विषये चिन्तनं कुर्मः. किञ्च अस्तु, किञ्च अर्थपदेन योग्यस्य वस्तुनः ग्रहणं कर्तव्यम् इति प्रागुक्तं, तादृशाश्च घटः घटान्तरं भूतलं वा, तयोः संयोगो अपि तर्हि योग्यः. चक्षुरादिना वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण ज्ञातुं शक्यः. विषयस्य स्वप्रत्यक्षं प्रति कारणत्वमपि उक्तम्, अतः एषः संयोगः ज्ञानोत्पादनसमर्थोऽपि भवति. तज्जन्यं च प्रत्यक्षं स्वप्रत्यक्षमेव प्रसिद्ध्यति इति कथम् इन्द्रियपदानुपादाने अर्थसन्निकर्षजन्यं ज्ञानम् असिद्धम् इति उच्यते इति चेत् सत्यम्. अत एव मिश्रैः तत्पदप्रयोजनं नाभि अभिहितम्, अस्माभिस्तु बुद्धिवैशद्याय चिन्तितम्. हा, तावदेव पठितम्. अस्तु, तर्हि अत्र प्रथमं यत् भवान् उक्तवान् तत्र अर्थपदेन तस्य प्रयोजनं किम् इत्युक्ते योग्यवस्तुनः एव ग्रहणं भवति अर्थपदेन, तद्वयम् अधुना पठितवन्तः. तादृशः एव घटः इति योग्यवस्तुः अस्ति, घटान्तरम् इति अपि योग्यवस्तु अस्ति, भूतलम् इति सर्वे योग्यवस्तुनः सन्ति. अतः अर्थ इति पदेन तेषां स्वीकारः भवति. अपि च तयोः मध्ये यः संयोगः अस्ति तदपि योग्यः अस्ति. अतः सन्निकर्षः इति पदेन यत् संयोगः जायते द्रव्योः मध्ये तत् योग्यः अपि अस्ति. योग्यः इत्युक्ते किं, किञ्चित् प्रतिपादितु. किम् आधारीकृत्य योग्यत्वं वदति? योग्यत्वम् इत्युक्ते प्रत्यक्षज्ञानोत्पादनयोग्यः अस्ति इति. प्रत्यक्षज्ञान उत्पादनयोग्यः इति वा? हा, तदेव अहं चिन्तयामि. प्रत्यक्ष अत्र प्रत्यक्षज्ञान उत्पादनयोग्यः इति नास्ति, प्रत्यक्षयोग्यः अस्ति. प्रथमं प्रत्यक्षयोग्यः इति वक्तव्यम्. हा, सत्यं. तर्हि परमाणुना अपि च चक्षुमध्ये यः चक्षुषः यः संयोगः अस्ति तत्तु प्रत्यक्षयोग्यं नास्ति. परन्तु अत्र घटः घटान्तरम् अथवा भूतलम् अपि च चक्षुना यः सन्निकर्षः अस्ति तद् प्रत्यक्षयोग्यम् अस्ति. महोदय, अत्र चक्षुः इति त्यजतु. चक्षु इत्युक्ते अत्र घटं दृष्ट्वा, घटः कुत्र अस्ति इत्युक्ते घटः भूतले अस्ति इति वाक्यं वदति खलु. अस्तु, तर्हि तत्र भूतले इति अधिकरणं कथं प्रयुज्यते इति चेत्, घटः भूतले संयोगसम्बन्धेन अस्ति इति यदा संयोगस्य ग्रहणं भवति तदा एव भूतले अस्ति इति वदन. सत्यं. नो चेत् अत्र किमस्ति चेत् घटः अस्ति, भूतलमस्ति इति एव वक्तुं शक्यते. घटः भूतले अस्ति इति न वक्तुं शक्यते. यदि संयोगस्य प्रत्यक्षं न भवति तर्हि भवतः पुरतः किमस्ति इति चेत् घटः अस्ति, भूतलमस्ति इति एव वदेम. सत्यं. तर्हि घटः भूतले अस्ति इति वदेम चेत् तत्र घटभूतलयोः मध्ये संयोगसम्बन्धः अपि गृह्यते. तर्हि संयोगसम्बन्धः प्रत्यक्षयोग्यः इति द्रष्टुं शक्यम् इति. अस्तु, अग्रे अग्रे चक्षुरादिना वक्ष्यमाणेन अत्र स्वसंयुक्तसमवायसन्निकर्षः इति सम्बन्धः अस्ति. तेन अग्रे वयं द्रक्ष्यामः, तेन अपि ज्ञानं भवति. न केनापि कर्षेण ज्ञातुं शक्यः. किं ज्ञातुं शक्यः? किं ज्ञातुं शक्यः? संयोगः सम्बन्धः. हा, समीचीनं. घटघटयोः मध्ये यः संयोगः अस्ति सः संयोगः कथं ज्ञायते इति चेत् स्वसंयुक्तसमवायसन्निकर्षेण संयोगः ज्ञातुं शक्यते. हा, परम्परासम्बन्धेन. हा, इत्युक्ते अत्र स्वम् इति चक्षुः, स्वसंयुक्तः घटः, संयुक्तघटे समवायेन विद्यते संयोगः इति कृत्वा सः संयोगः अपि ज्ञातुं शक्यते. कः संयोगः? घटघटयोः मध्ये यः संयोगः अस्ति सः संयोगः. अस्तु अग्रे अग्रे विषयस्य स्वप्रत्यक्षं प्रति कारणत्वम् अपि उक्तम्. अत्र वयं दृष्टवन्तः प्रत्यक्षज्ञानस्य विषये सन्दर्भे यः विषयः अस्ति तदेव तदपि कारणं भवति प्रत्यक्षज्ञानं प्रति. इत्युक्ते अयं घटः इति ज्ञाने घटः इति विषयः तदपि अयं घटः इति ज्ञानं प्रति कारणं भवति. कीदृशकारणं? निमित्तकारणम् इति. उत्तमम्. एवम् इदानीम् अत्र प्रसङ्गे कः विषयः अस्ति? विषयः कः? अत्र संयोगसम्बन्धः. उत्तमम् उत्तमं. संयोगसम्बन्धः एव विषयः अत्र. तर्हि संयोगस्य स्वप्रत्यक्षं प्रति कारणत्वम् अपि उक्तम्. संयोगः अपि स्वप्रत्यक्षं प्रति कारणमस्ति, निमित्तकारणम्. सत्यं सत्यम्. अतः अग्रे अतः एषः संयोगः ज्ञानोत्पादनसमर्थोऽपि भवति. हा तर्हि तेन संयोगेन अपि ज्ञानं ज्ञानस्य उत्पादनं भवति, ज्ञानं जायते. अतः सः संयोगः अपि ज्ञानोत्पादनसमर्थः भवति. हा इदानीम् अत्र योग्यत्वम् इत्युक्ते समर्थः इत्युक्ते योग्यः इति. तर्हि अत्र योग्यत्वं किम् आधारीकृत्य वदति इति चेत् ज्ञानजनकयोग्यः इति. तेन ज्ञानं जायते. पूर्वं प्रत्यक्षयोग्यवस्तु, इदानीं प्रत्यक्षजननयोग्यः अस्ति. पूर्वं तु योग्यत्वं कस्मिन् किम् आधारीकृत्य उक्तं? द्रष्टुं शक्यते इति कृत्वा संयोगः प्रत्यक्षयोग्यः. किन्तु इदानीं संयोगः अपि कारणम् इति कृत्वा स्वप्रत्यक्षं प्रति सः जनकः भवति खलु. तर्हि तेन संयोगेन अत्र ज्ञानं जायते, ज्ञानम् उत्पन्नं भवति इति कृत्वा. हा इति कृत्वा तज्जन्यं च प्रत्यक्षं स्वप्रत्यक्षमेव प्रसिद्ध्यति. अस्तु अत्र तद् इत्युक्ते किं? तद् इत्युक्ते संयोगः इति. उत्तमं. संयोगजन्यं प्रत्यक्षं स्वप्रत्यक्षमेव इत्युक्ते संयोगप्रत्यक्षमेव इति. इत्युक्तेपि संयोगः अपि तत् प्रसिद्ध्यति खलु. प्रसिद्ध्यति इत्युक्ते अत्र असिद्धिः नास्ति. असिद्धिः नास्ति. वयं पूर्वं किमुक्तम्? असिद्धिः भवति इति उक्तम्. इन्द्रियपद अनुपादाने असिद्धिः जायते इति उक्तम्. इदानीम् इन्द्रियपद अनुपादाने प्रसिद्धिः एव अस्ति. असिद्धिः नास्ति. इन्द्रियपदं नास्ति चेदपि एतत् एतत् ज्ञानं प्रसिद्धः अस्ति. अप्रसिद्धः किमर्थम् इत्युक्ते अत्र संयोगः प्रत्यक्षयोग्यः अस्ति, अपि च तस्मिन् संयोगे प्रत्यक्षजनकयोग्यत्वमपि अस्ति. उत्पादयितुं शक्यते. सत्यं. तत् कारणम् इति कृत्वा प्रत्यक्षयोग्यमपि अस्ति, प्रत्यक्षोत्पादनसमर्थः. उत्तमम् इति अस्ति इति कृत्वा इति कथम् इति कथम् इन्द्रिय पदानुपादाने अर्थसन्निकर्षं जन्यं ज्ञानम् असिद्धम् इति उच्यते. तर्हि प्रश्नः उदेति, यदा इन्द्रियपदं त्यजामः चेत् अपि अर्थसन्निकर्षं अर्थसन्निकर्षजन्यं ज्ञानम् इति लक्षणवाक्यं कुर्मः चेदपि कोऽपि अतिव्याप्तिः अव्याप्तिः न भवति, ज्ञानम् असिद्धमपि न भवति. तर्हि तत् समीचीनं वा न वा इति प्रश्नः उदेति. तर्हि तत् समीचीनम् एव अस्ति. अर्थसन्निकर्षजन्यं ज्ञानम् इति लक्षणवाक्यं समीचीनं भवति. इन्द्रियपदस्य अत्र आवश्यकता अपि च अपेक्षा नास्ति. अस्मिन् सन्दर्भे लक्षणवाक्यस्य सन्दर्भे इत्युक्ते घटघटयोः मध्ये संयोगः अस्ति, तत्र एव असिद्धिः उक्तं खलु. किन्तु इदानीं प्रसिद्धिः अस्ति इति निरूपितम् इति कृत्वा कथम् इन्द्रिय अनुपादाने अर्थसन्निकर्षजन्यं ज्ञानम् असिद्धम् इति उच्यते? अत्र आक्षेपार्थे प्रश्नः कथम् इति. किमर्थं किमर्थम् इत्युक्ते असिद्धिः नास्ति इति मया इदानीं प्रतिपादितं इति चेत् सत्यम् अत एव वाचस्पतिमिश्रैः तत् पदप्रयोजनं न अधीतम् इत्युक्ते इन्द्रियपदस्य प्रयोजनं तेन न कृतं न इत्युक्ते किम् इत्युक्ते इन्द्रियपदस्य आवश्यकता नास्ति अर्थसन्निकर्षजन्यं ज्ञानम् इति लक्षणवाक्यं कुर्मः चेदपि पर्याप्तम् इति न इति नास्ति अत्र ह्यः किञ्चित् अत्र मूलवर्गः यः वर्गः स्वरूपमहोदयेन चालितः तद् मया श्रुतं तत्र मम एव उपस्थापनमपि अस्मिन् विषये आसीत् किन्तु तस्मिन् समये तावत् किम् अवगमनं न आसीत् मयि वस्तुतः अत्र पश्यतु अत एव मिश्रैः तत् पदप्रयोजनं न अभिहितम् इत्युक्तं तत् पदं न अभिहितम् इति न उक्तं सत्यं सत्यं तस्य प्रयोजनम् इति न विवृतं विवरणं कृतं परन्तु तत् इत्युक्ते आसीत् एव तत्र इत्युक्ते इन्द्रियपदस्य दलसार्थक्यं न कृतम् इति सत्यम् अत्र एकवाक्यं पठामि 160 पूर्वस्मिन् पुटे पूर्वस्मिन् पुटे कुत्र लिखितमासीत् अत्र इन्द्रियपदं तर्हि अनर्थकम् इत्यत्र प्रथमवाक्यं पश्यन्तु सर्वे यद्यपि मिश्रैः तात्पर्यटीकायाम् इन्द्रियार्थसन्निकर्षजन्यम् इत्यत्र इन्द्रियपदप्रयोजनं न उक्तम् इत्युक्ते दलसार्थक्यं न कृतम् दलसार्थक्यं न कृतम् किमर्थम् इति चेत् एकरीत्या पश्येमश्चेत् असिद्धिः भवति अन्यरीत्या पश्येमश्चेत् प्रसिद्धिः भवति तर्हि निश्चयेन इन्द्रियपदम् आवश्यकं वा न आवश्यकं वा इति न वक्तुं शक्यते सः न उक्तम् इति कृत्वा अत्र निश्चयः न कर्तुं शक्यते इति कृत्वा तस्मिन् विषये त्यक्तं किमपि न उक्तम् किन्तु मूलवर्गे कथं प्रतिपादितम् इति चेत् वाचस्पतिमिश्रैः इन्द्रियपदं त्यक्तं लक्षणवाक्यात् बहिर्कृतं बहिष्कृतम् इति एव उक्तं वस्तुतः तद् नास्ति समीचीनं तत् पदप्रयोजनं न अभिहितम् इत्युक्ते दलसार्थक्यं न कृतम् इति यदि दलसार्थक्यं कुर्मः एकविधतर्केण असिद्धिः भवति इति वक्तुं शक्यते अन्यविधतर्केण असिद्धिः न भवति प्रसिद्धिः एव भवति इति वक्तुं शक्यते तर्हि निश्चयं न कर्तुं शक्यते इति कृत्वा न अभिहितम् तर्हि किमर्थं विद्याधरीग्रन्थकारेण एतत् चिन्तितम् इति चेत् अस्माभिस्तु बुद्धिवैशध्याय चिन्तितम् इति अत्र एतादृशचिन्तनेन यदि अस्य तर्कस्य अवगमनं जातं तर्हि तत्र वैशादः जातः खलु बुद्धिवैशादः जातः आम् तत्र असिद्धिः किमर्थ कथं भवति सिद्धः असिद्धिः कथं भवति सर्वम् उक्तम् अत्र इति चिन्तितमि चेत् तदेव प्रयोजनम् इत्युक्ते दलसार्थकं कृत्वा निश्चितं न कृतं किमपि किन्तु एतादृशचिन्तनम् अभ्यासाय भवतु इति बुद्धितीक्ष्णाय भवतु इति कृत्वा उक्तं च अग्रे पठतु अस्तु सत्यम् उक्तं च नैयायिकमूर्धन्यैः न्यायमञ्जरीकृद्भिः जयन्तभट्टैः कुतो वा नूतनं वस्तु वयम् उत्प्रेक्षितुं क्षमाः वचोविन्यासवैचित्र्यमात्रमत्र विचिन्त्यताम् अस्तु उक्तं च नैयायिकमूर्धन्यैः अस्तु अपि च न्यायमञ्जरीकृद्भिः नैयायिकमूर्धन्यैः इत्युक्ते जयन्तभट्टः इति कश्चन अस्ति न्यायिकः अस्ति अस्तु तेन न्यायमञ्जरी इति ग्रन्थं कृतं ग्रन्थे सः उक्तं कुतो वा नूतनं वस्तु वयम् उत्प्रेक्षितुं क्षमाः नूतनवस्तु वयम् उत्प्रेक्षितुं क्षमाः इति न अवगच्छामि इत्युक्ते उत्प्रेक्षितुम् इत्युक्ते कल्पनं कल्पितुं क्षमाः इत्युक्ते सामर्थ्यम् इति इत्युक्ते यद् पूर्वैः उक्तं पूर्वैः सर्वं चिन्तितम् अस्मिन् ग्रन्थे नूतनं किमपि अहं न वदामि वक्तुं न शक्यम् एव तर्हि किमर्थम् अत्र ग्रन्थं रचयति इति चेत् वचोविन्यासवैचित्र्यमात्रम् अत्र विचिन्त्यताम् इत्युक्ते यत् जाटिल्येन उक्तं पूर्वैः तत्र यत्र जाटिल्यमस्ति तेषाम् उक्तौ यदि जाटिल्यमस्ति तत् किञ्चित् सरलता प्राप्तुम् एतत् ग्रन्थं मया आरभ्यते नूतनं किमपि न अहं वदामि इति तद् अत्र उक्त्वा अत्र ग्रन्थकारः किं वदति वाचस्पतिमिश्रैः सर्वं चिन्तितं तर्हि तेन त्यक्तम् अत्र दलसार्थक्यम् इन्द्रियपदस्य दलसार्थक्यं न कृतं तर्हि अहं करोमि इति विचिन्त्य आचार्येण न कृतं तादृशक्षमामयी नास्ति किन्तु किमर्थम् इति चेत् बुद्धिवैशद्याय मया अपि कृतम् इति एव समर्पणमस्ति अत्र पूर्वैः सर्वं चिन्तितमस्ति अस्तु किन्तु अत्र पाठनशैल्यां नूतनम् इत्युक्ते तत्र सरलतया भिन्नभिन्न उदाहरणानि उपपादप्रक्रिया एतत् सर्वं वक्तुं शक्यते एव अस्तु उत्तमं प्रश्नाः सन्ति वा तर्हि इदानीम् इन्द्रिय अर्थ सन्निकर्ष जन्यं ज्ञानं प्रत्यक्षम् इति अवगतं तर्हि दलसार्थ किमपि कृतम् अस्तु अग्रे गच्छतु महोदय हा वदतु श्रीरा महोदय अत्र इन्द्रिय न आवश्यकम् इति वदति वा अथवा इन्द्रियम् आवश्यकं तु तत्र लक्षणवाक्ये इन्द्रियपदस्य आवश्यकता नास्ति इत्येव अस्ति खलु इन्द्रियपदस्य आवश्यकता नास्ति इति न उक्तम् अस्ति वा नास्ति वा तत्र क्लेशः नास्ति इति इत्युक्ते तत्र निश्चयं कर्तुं न शक्नुमः इति इन्द्रियपदं त्यजामश्चेत् कः दोषः भवति तत्र असिद्धिः भवति इति पूर्वम् उक्तं किन्तु इन्द्रियपदं त्यजामश्चेदपि प्रसिद्धिः एव अस्ति इत्यपि निरूपितं तर्हि अत्र निगमनं न कृतम् इन्द्रिय इति पदम् आवश्यकं वा न वा इति अस्मिन् विषये वाचस्पतिमिश्रैः न कृतं किन्तु वयं किं स्वीकर्तुं शक्नुमः इति चेत् इन्द्रिय इति पदम् अस्ति चेत् अत्र समीचीनबोधः जायते खलु इत्युक्ते इन्द्रिय अर्थसन्निकर्षजन्यं ज्ञानम् इति लक्षणवाक्यम् अर्थसन्निकर्षजन्यं ज्ञानम् इति तावदेव वदामश्चेत् तत्र स्पष्टता नास्ति अत्र सन्निकर्षः इत्युक्ते द्विनिष्ठः अस्ति खलु द्वयोः मध्ये एव सन्निकर्षः भवति तर्हि अन्यः कः इति इदानीमपि आकाङ्क्षा तिष्ठति पूरिता न भवति इति कृत्वा स्पष्टार्थम् इन्द्रिय इति पदं योजयामश्चेत् समीचीनमेव तर्हि इन्द्रिय अर्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति एव लक्षणवाक्यमस्ति तत्र यदा दलसार्थक्यं कुर्मः तत्र क्लेशः अस्ति इति कृत्वा दलसार्थक्यं तावत् न गन्तव्यम् अस्माकं कृते सरलीकृत्य तर्हि मया एवं लिखितमासीत् इत्युक्ते इन्द्रिय अर्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इत्यत्र इन्द्रिय योग्य अर्थयोः तत्र यो अर्थ इत्यस्मात् पूर्वं योग्य इति विशेषणं मया स्थापितम् इन्द्रिय योग्य अर्थयोः ज्ञानजनकसमर्थसंयोगः यदा भवति तर्हि तत्र संयोग इत्यत्रापि योग्यसंयोगः इति मया स्थापितम् योग्य अर्थयोः मध्ये योग्य ज्ञानजनकयोग्यसंयोगः यदा भवति तदा तस्य नाम प्रत्यक्षम् इति तर्हि योग्यपदं संयोग इत्यत्रापि मया स्थापितं किम् आधारीकृत्य योग्यम् इति चेत् ज्ञानजनकयोग्यसंयोगः इति सरलं कृतं भवान् हा तर्हि मनसि एतादृशं स्थापनीयम् इन्द्रिय योग्य अर्थयोः ज्ञानजनकयोग्यसंयोगः संयोगजन्यं ज्ञानजनक योग्यसंयोगजन्यं ज्ञानं प्रत्यक्षम् इन्द्रिय योग्य अर्थ ज्ञानजनकयोग्यसंयोगजन्यं ज्ञानं प्रत्यक्षम् इति अस्माकं मनसि चिन्तनस्य समग्ररूपेण एतादृशवाक्यं मनसि संस्थापयामश्चेत् समीचीनबोधः भवति. अस्तु, इतोपि प्रश्नः अस्ति वा? अस्तु, समीचीनं. तर्हि अग्रे गच्छेम. इदानीं स्वप्रकारकज्ञानस्वभावः, सप्रकारकज्ञानस्वभावः. अत्र चिन्तितमस्ति खलु, लक्षणवाक्ये द्विविधं प्रत्यक्षं द्विविधं, निर्विकल्पकं निर्विकल्पकं सविकल्पकं. निर्विकल्पकमित्युक्ते निष्प्रकारकं ज्ञानं निर्विकल्पकं, सप्रकारकज्ञानं सविकल्पकम् इति. तत्र सप्रकारकं ज्ञानस्वभावः कः इति अत्र उक्तः अस्ति. अस्तु, श्रीरामहोदय पठति वा? आं, पठामि. सप्रकारकज्ञानस्वभावः इत्थं प्रत्यक्षप्रमायाः लक्षणे उक्ते तां विभजते तद् द्विविधम् इति, निर्विकल्पकं सविकल्पकं चेति. अयम् आशयः एतावता यत्र यत्र ज्ञानस्य निरूपणम् अस्माभिः प्रमेयस्फुटतायै मूलोपपादनाय च कृतं, तत्र सर्वत्र ज्ञानस्य प्रकाशरूपाः विषयताः अवश्यमेव उक्ताः. अग्रे च संशयादिनिरूपणे ताः अनादाय निरूपणं दुःशकं. संस्कारनिरूपणे अनुमित्ति आदिप्रमाः निरूपिताः, तत्रापि विषयता आदाय एव निरूपणं कर्तव्यम्. अस्तु, एतावत्. तत्र पूर्वं विषयता आदाय एव तत्र सर्वत्र एतावत् ज्ञानस्य निरूपणम् अस्माभिः, तत् सर्वत्र ज्ञानस्य प्रकाशः. इदानीं ज्ञानं कथं जायते इत्युक्ते तत्र प्रकाशरूप प्रभा तत्र विषयं प्रति गच्छति. तद् पूर्वम् अस्माभिः अधीतं, तदेव विषयता इति वयं वदेम. तत्र संशयादिनिरूपणे ताः आदाय एव निरूपणं दुषकं, तादेव तावदेव अस्ति. उक्तमस्ति महोदय, विषयता तत्र ज्ञान अवसरे विषयता भवति इति. न, अत्र महत्त्वं किम् इति चेत् मूलपद उपादानाय एव इति उक्तं खलु. इत्युक्ते रूपरस, अत्र वायोः लक्षणं किम् आसीत्? रूपरहितस्पर्शवान् वायुः इति मूले उक्तम्. तर्हि तदेव स्वीकृत्य रूपरहित इत्यस्य अर्थः कः इत्युक्ते गन्धवती पृथिवी इति मूलपदं स्वीकृत्य तत्र किञ्चित् परिष्कृतं. गन्धवत्वं पृथिव्याः लक्षणम् इति परिष्कृतं, तत्र आधारादयभावः भवेत् इति कृत्वा. एवं सर्वत्र मूलपदम् आदाय एव अस्माकं चिन्तनं प्रवर्तते. अत्रापि तादृशमेव कुर्मः. अत्र मूले किमुक्तं? तत् निष्प्रकारकम् इति उक्तं खलु. तर्हि तस्मिन् विषये अग्रे चिन्तयति इति उक्तौ, तावदेव. नूतनं किमपि नास्ति. अस्तु, अग्रे पठतु महोदय. ताश्च विषयताः तिस्रः इत्यपि उक्तं, प्रकारता संसर्गता विशेष यथा चेति. तत्र प्रकाशरूपस्य ज्ञानस्य प्रभारूपाः विषयताः यदा विषये पतन्ति तदा न कदाचित् एका एव प्रभा प्रकारता संसर्गता विषयता वा विषये पतति. किन्तु तिस्रः युगपद्येव विशेषणं विशेष्यं तत्सम्बन्धं च प्राप्नुवन्ति यत् स्वाश्रयं तावत् किञ्चित् तावत् वदतु तदनन्तरं नो चेत् सर्वं पुनः पठनीयं भवति. अस्तु, तत्र ज्ञान उत्पादनसमये तत्र चक्षुद्वारा यदा ज्ञानं जायते तादृशसन्दर्भे स्वीकुर्मश्चेत् तत्र प्रभारूप प्रभा तत्र विषये पतति, तत्र न तु केवलम् एका एव विषय तदेव विषयता इति वदामः, न तु विषयता एका तु तिस्रा अस्ति सा, तिस्रः अस्ति सा इत्युक्ते तत्र प्रकारतारूपविषयता भवति, तन्त्रं विशेषतारूपविषयता भवति, तन्त्रं संसर्गरूपविषयता अपि भवति विषये. सत्यं, तदनन्तरं तत्रैव महत्त्वमस्ति. किन्तु तिस्रः युगपत्येव विशेषणं विशेषं तत्सम्बन्धं च प्राप्नोति, युगपत्येव भवति इति. हा, इत्युक्ते यदा प्रभा करदीपात् प्रभा यदा घटं प्रति जायते तत्र घटत्वं घटः अनयोः मध्ये सम्बन्धः इति प्रकारता संसर् विशेष्यता संसर्गता इति अवगतं खलु. इत्युक्ते प्रथमं घटत्वं प्रति गत्वा तदनन्तरं घटं प्रति गत्वा तदनन्तरं संसर्गं प्रति गच्छति इति नास्ति. युगपत् युगपत् इत्युक्ते मिलित्वा एकस्मिन् समये एकस्मिन् काले एव अत्र प्रभा त्रिषु विषयेषु पतति. अस्तु, अग्रे. यत् स्वाश्रयं भेदेन बोधयति तत् विशेषणम् अत्र युगपदेव विशेषणं विशेष्यं तत्सम्बद्धम् इति उक्तं खलु. तर्हि विशेषणम् इत्युक्ते किं? प्रकारः एव विशेषणं. विशेष्यम् इत्युक्ते किं? विशेष्यः एव विशेष्यं. सम्बन्धम् इत्युक्ते संसर्गः खलु. तर्हि विशेषणम् इत्युक्ते किम् इत्यस्य लक्षणम् अत्र दत्तमस्ति. स्वाश्रयं भेदेन बोधयति तत् विशेषणं. यदा तत्र नीलः घटः अस्ति चेत् तत्र नीलत्वं तत्र घटम् अन्यं घटात् तत्र भेदं करोति. कथं नीलत्वम् इति मा वदतु? नीलः घटः नीलरूपं, सत्यं नीलत्वं नास्ति नीलरूपम्, अन्यस्मात् तत् पृथक् करोति एकम् अयं घटं. कं पृथक् करोति? घटं पृथक् करोति अन्यस्मात् घटात्. हा, स्व आश्रयं किमर्थम् इत्युक्ते नीलरूपं कुत्र आश्रितमस्ति? घटे एव आश्रितमस्ति खलु. घटे अस्ति नीलरूपं, घटे एव स्थित्वा अस्य घटस्य अन्यस्मात् घटात् पृथक्करणं करोति इति कृत्वा तद्विशेषणम् अन्येभ्यः सर्वेभ्यः व्यावर्तयति विशेषणम् इति. व्यावर्तक. अस्तु, अग्रे. यदा घटे नीलिमा तदेव अस्ति सा, सहि तं घटम् इतरेभ्यः पीतादिघटेभ्यः अन्यत्वेन बोधयति. तदेव उक्तं. अग्रे, नीलिमा विशेषणं तेन भिन्नत्वेन बोधितः घटः विशेषम्. इदं घटः विशेषमस्ति, तयोः सम्बन्धः समवायः संसर्गः, समवायसम्बद्धः एव तत्र संसर्गः इति वदामः. तथा च इन्द्रियेण घटः नीलरूपं रूपवान् इति प्रत्यक्षं वा भवेत्, घटः नीलरूपवान् इति अनुमितिः वा भवेत्, शब्देन वा तथा विधबोधः भवेत्, सर्वत्र कश्चित् प्रकारः कश्चित् विशेष्यः कश्चित् संसर्गः भवेदेव. येन केनापि प्रमाणेन ज्ञानं जायते चेत् तत्र त्रिविधः विशेषता अवश्यं भवेत् तत्र इति उक्तं. तत्र विशेष्यता संसर्गता प्रकारता रूपा विशेषताः भवत्येव. इत्युक्ते अनुमितिज्ञानम्, उपमितिज्ञानं, शाब्दज्ञानं, प्रत्यक्षज्ञानम् इति चतुर्विधज्ञानानि सन्ति खलु. सर्वेषु ज्ञानेषु त्रयः विषयः भवत्येव, विषयः त्रयः विषयः भवन्त्येव इति अवगन्तव्यम्. प्रत्यक्षे केवलं प्रत्यक्षे एव प्रकारः संसर्गः विशेष्यः इति नास्ति. अनुमितिः अपि अनुमितौ अपि तादृशः अस्ति इति ज्ञातव्यम् इति उक्तं. कथम् इति अग्रे आयास्यति भवतु, किन्तु सर्वत्र यस्य अस्तु, अत्र बिन्दुद्वयं मुख्यमस्ति, युगपद् पतति इति एकं, द्वितीयं तु सर्वेषु ज्ञानेषु त्रयः विषयाः भवन्ति इति द्वितीयम्. अस्तु समीचीनम्. अग्रे वर्षा भगिनी पठति वा. धन्यवादः महोदय. कथते नीलिं न वा महोदय? प्रकृते नीलिम्ना घटस्य रञ्जनं भवति इति नीलिमा विशेषणं, स एव च ज्ञाने प्रकारः. प्रकारस्य एव शास्त्रे विकल्प इति अपि संज्ञा भवति, तथा च प्रकारेण विकल्पेन सहितं यत् ज्ञानं तत् सविकल्पम्. प्रकारः विकल्पः वा स अपेक्षपदार्थः. प्रकारः रञ्जकः इति अवोचाम. यदि रञ्जयं विशेष्यं न भवेत् सः प्रकारः इति अपि व्यवहारः न स्यात्, व्यवहारो न स्यात्. अतः प्रकारः अस्ति चेत् कश्चित् विशेष्य अपि ज्ञाने अस्ति इति आयाति. एवमेव तेषां सम्बन्धः अपि अनिवार्यः. अतः तदेव दत्तमस्ति. प्रकारः इत्युक्ते विकल्पः इति. अतः यत् ज्ञाने विकल्पः अस्ति इत्युक्ते यत् ज्ञाने विशेषणम् अस्ति तदेव सविकल्पज्ञानम् इति. प्रतिध्वनिः आगच्छति. अस्तु, हा, अत्र एवं वक्तव्यं, विशेषणम् एव प्रकारः इति प्रथमबोधः, प्रकारः एव विकल्पः इति द्वितीयबोधः. तर्हि सविकल्पकज्ञानम् इत्युक्ते सविशेषणज्ञानम् इति अर्थः. सविकल्पकज्ञानम् इत्युक्ते सप्रकारकज्ञानं, सप्रकारकज्ञानम् इत्युक्ते सविशेषणज्ञानम् इत्युक्ते नीलो घटः इति यदि ज्ञानं भवति तादृशज्ञानं सविकल्पकज्ञानम् इति अर्थः. अस्तु, अत्र केवलम् अवगमनार्थम् एकं प्रश्नं पृच्छामि, अयं घटः इति ज्ञानं सविकल्पकज्ञानं वा निर्विकल्पकज्ञानं वा? अयं घटः इत्यपि सविकल्पकं भवेत् वा? घटत्वम् अस्ति, अयं वस्तु इत्युक्ते निर्विकल्पकम् अस्ति, अत्रापि वस्तुत्वम् अस्ति, अतः किञ्चित् अस्ति इति निर्विकल्पकम्. अधिकं मा चिन्तयतु, मम प्रश्नस्य उत्तरं ददातु. अयं घटः इति ज्ञानं सविकल्पं वा निर्विकल्पं वा? सविकल्पम्. विशेषणं किं? सविकल्पम् इत्युक्ते सप्रकारः भवेत्, सप्रकारः इत्युक्ते सविशेषणं, तर्हि अत्र विशेषणं किं? घटत्वं विशेषणं, घटः विशेष. हा, नीलो घटः इत्यत्र नीलम् इति विशेषणं भासते, भासते इत्युक्ते विद्यते, साक्षात् तत्र दृश्यते नीलो घटः इत्यत्र, किन्तु अयं घटः इत्यत्र विशेषणं नास्ति इति भाति. वस्तुतः अयं घटः इति ज्ञानं कथं जायते इति चेत् तत्र घटत्वं घटत्वस्यापि प्रत्यक्षं भवति इत्यतः घटत्वे प्रकारता अस्ति, घटे विशेष्यता अस्ति, तयोः मध्ये समवायसम्बन्धः, तत्र संसर्गता अस्ति इति कृत्वा अयं घटः इति ज्ञानम् अपि सविकल्पकज्ञानम् एव इति बोधः. अस्तु, अग्रे पठतु भगिनि. एवं च सप्रकारकं ज्ञानं संसर्गतानिरूपकं विशेष्यतानिरूपकं च अपि भवति. तासु तिसृषु एका विशिष्य अन्नभट्टैः उक्ता प्रकारता, तामादाय तत् ज्ञानं निरूपितं सप्रकारकं ज्ञानं सविकल्पम् इति. प्रकारतानिरूपकं संसर्गतानिरूपकं विशेष्यतानिरूपकं च तत् इति तत् अर्थः. इदमेव प्रत्यक्षविभागे सप्रकारकम् इति गणितम्। यदि सप्रकारकज्ञान अस्ति चेत् तस्मिन् प्रकारकः प्रकारता अस्ति, तस्मिन् प्रकारता संसर्गता विशेषता एतानि त्रीणि अपि अस्ति इति सन्ति इति एव बोधः। हा इत्युक्ते अत्र मूलग्रन्थे किम् उक्तं, निष्प्रकारकं केवलं प्रकारः तत्र उक्तः, सप्रकारकः सप्रकारकं ज्ञानं सविकल्पं, निष्प्रकारकं ज्ञानं निर्विकल्पम् इति केवलं प्रकारतां स्वीकृत्य अत्र मूलपङ्क्तौ वाक्यं रचितं। किन्तु प्रकारः इति उक्तसामर्थ्यात् तत्र संसर्गता विशेषता सर्वम् अस्ति इति अवगन्तुं शक्यते। साकाङ्क्षापदार्थः अस्ति खलु, विशेष्यं विना प्रकारः न भवति, तयोः मध्ये सम्बन्धः विनापि प्रकारः न भवति इति कृत्वा, यदि इत्युक्ते पिता इति पदप्रयोगं यदि अहं करोमि तर्हि कस्य इति आकाङ्क्षा भवति खलु, इति तादृशं प्रकारः इति वदामश्चेत् तत्र आकाङ्क्षा भवत्येव इति कृत्वा सर्वं वक्तव्यम् इति नास्ति। इत्युक्ते मूलपङ्क्तौ निष्प्रकारकं निर्संसर्गकं निर्विशेष्यकं ज्ञानं निर्विकल्पकम् इति न वक्तव्यं। निष्प्रकारकम् इति वदामश्चेत् पर्याप्तं, तत्र निस्संसर्गकं निर्विशेष्यकम् इति अवगन्तुं शक्नुमः इति एव अत्र उक्तम्। अस्तु अग्रे भगिनि। परन्तु इदं प्रत्यक्षरूपमेव इति न भ्रमितव्यम्। यदि ज्ञानं प्रकारतादिनिरूपकं तत्सर्वमपि अनेन उक्तं भवति, तथाविधं च दर्शितम् इन्द्रियजन्यं वस्तु पर्वतः वह्निमान् इति अनुमितिर्वा अस्तु सोरि महोदय तथाविधं च दर्शितम् इन्द्रियजन्यं वा अस्तु पर्वतः वह्निमान् इति अनुमितिः वा अस्तु वक्ष्यमाना उपमितिः शाब्दबोधः वा तस्य तस्य च जनकं परामर्शादि सर्वमिदं सप्रकारकम् एव। अत्र दत्तमस्ति यदि तत् केवलम् इन्द्रियजन्यप्रत्यक्ष प्रत्यक्षनिकषायाम् एव न अस्ति, परन्तु यदि अनुमानज्ञानम् अस्ति वा शाब्दबोध बोधमस्ति अत्र अपि अत्र अपि सप्रकारकज्ञानम् इत्युक्ते स विशेषणज्ञानं भवति इति। अन्तिमवाक्यं पठतु। वक्ष्यमाणम् एव च निर्विकल्पकम् इन्द्रियमात्रजन्यम् इति अवधेयम्। वक्ष्यमाणम् एव च निर्विकल्पम् इन्द्रियमात्रजन्यम् इति अवधेयम्। तस्य अर्थः कः महोदय, निर्विकल्पज्ञानम् इन्द्रियेण एव जन्यते इति वा? इत्युक्ते सविकल्पकज्ञानं सर्वेषु ज्ञानेषु सविकल्पकज्ञानम् एव भवति। इत्युक्ते सर्वाणि ज्ञानानि सविकल्पकज्ञानानि एव, किन्तु निर्विकल्पकज्ञानं सर्वाणि ज्ञानानि निर्विकल्पकज्ञानानि अपि भवन्ति वा इति चेत् केवलं प्रत्यक्षज्ञानम् एव निर्विकल्पकं भवितुम् अर्हति। अतीते निर्विकल्पक अनुमानज्ञानं निर्विकल्पक उपमानज्ञानं निर्विकल्पक शाब्दज्ञानम् इति किमपि ज्ञानं नास्ति। प्रत्यक्षज्ञानं द्विधा विभक्तं भवति, सविकल्पकं निर्विकल्पकम् इति। एवम् अनुमानज्ञानमपि द्विधा विभक्तं भवति वा इति चेत् न इति उक्तं। वक्ष्यमाण इत्युक्ते अग्रे निर्विकल्पकज्ञानम् इत्युक्ते किं, निर्विकल्पकप्रत्यक्षम् इति एव अग्रिमपाठः अस्ति, तत्र वदति। अस्माकं मनसि संस्थापनीयं, प्रत्यक्षज्ञाने एव निर्विकल्पकं भवितुम् अर्हति, निश्चयेन सविकल्पकं भवत्येव, तत्र क्लेशः नास्ति। किन्तु निर्विकल्पकं भवितुम् अर्हति किं ज्ञानं, प्रत्यक्षज्ञानम् एव इति अत्र उक्तं। किमर्थम् इति अग्रे पठेत्। अस्तु, धन्यवादः भगिनि। महोदय कष्टं नास्ति महोदय, यदि अनुमानज्ञानम् अस्ति अपि चेत् किञ्चित् वस्तु अस्ति इति ज्ञातुं शक्यते किल, अतः अत्र निर्विकल्पकज्ञानं किम् इति भवता इदानीम् अस्माभिः पठितं वा? नो महोदय, जस्ट् मै अण्डर्स्टाण्डिङ्ग् इट् इस् अ नालेज् विदौट् एन ऑब्जेक्ट्। एकनिमिषं, निर्विकल्पकज्ञानम् इत्युक्ते किम् इति पठित्वा तदनन्तरं चिन्तयेम। निर्विकल्पकज्ञानस्य लक्षणं न अधीतं खलु? भवती ऊहां करोति, तर्हि प्रथमं पठेम, तदनन्तरम् अनुमानज्ञाने किमर्थं न भवति इति चिन्तयेम। अस्तु, अग्रे सतिभाम भगिनी। आं महोदय, निर्विकल्पकप्रत्यक्षम् एतादृश सप्रकारक सविशेषक ससंसर्गक संसर्गक ज्ञानात् पूर्वं किञ्चित् ज्ञानं नैयायिकैः अङ्गीक्रियते। तज्ज्ञानस्य प्रकाशरूपा विषयता खडे समवाये नीलरूपे वा पदन्त्येव। अर्थात् ज्ञानं विषयतानां निरूपकं भवति, परन्तु तासां विषयतानां परस्परं निरूप्य निरूपकभावः न भवति। अत्र नैयायिकैः प्रत्यक्षस्य निर्विकल्पकम् इति विषये चिन्तितम् अस्ति। यत्र संसर्गदा विषये ज्ञानस्य तिस्रः भेदः न स्पष्ट अत्र न स्पष्टता नास्ति चेदपि अत्र किञ्चित् अस्ति इति यदा वदामः तत्रापि ज्ञानम् अस्ति। तद् यद् भवत्या पठितं तद् आधारीकृत्य वदतु, किञ्चित् इति पदप्रयोगमस्ति वा अत्र? अत्र अस्ति, पूर्वं किञ्चित् ज्ञानं नैयायिकैः अङ्गीक्रियते इति अस्ति प्रथम लैन्। किञ्चित् ज्ञानम् इत्युक्ते सविकल्पकज्ञानात् पूर्वं किञ्चित् ज्ञानम्, अत्र किञ्चित् इत्युक्ते इदं किञ्चित् इति ज्ञानं नास्ति, अन्यत् ज्ञानं, किञ्चित् इत्युक्ते अन्यत् ज्ञानम् अङ्गीक्रियते इति उक्तं। सम्बन्धं नास्ति इति वा? किम्, ज्ञानस्य विषयः नास्ति चेदपि ज्ञानम् अस्ति इति एव खलु? न न, ज्ञानविषयं विना ज्ञानं भवति वा? न भवति। हा, तर्हि तदाशयः नास्ति इत्युक्ते सविकल्पकज्ञानम् इत्युक्ते नीलोघटः इति सविकल्पकज्ञानमस्ति खलु? अस्ति। हा, तस्मात् नीलोघटः इति ज्ञानात् पूर्वं निर्विकल्पकज्ञानं प्रथमं जायते, तदनन्तरं सविकल्पकज्ञानं जायते इति नैयायिकानां मतम्। अत्र मम संशयः एवमस्ति, यदा सविकल्पः अपि च निर्विकल्पः तयोः मध्ये क्षण भेदः अस्ति वा? सत्यम् इति एव अस्ति, इति एव अस्ति। प्रथमं निर्विकल्पकज्ञानं जायते, तदनन्तरं सविकल्पकज्ञानं जायते, अतः एव अत्र उक्तम् एतादृश सप्रकारक सविशेष्यक ससंसर्गकज्ञानात् पूर्वं किञ्चित् ज्ञानं नैयायिकैः अङ्गीक्रियते। तस्मात् सविकल्पकज्ञानात् पूर्वं किञ्चित् ज्ञानं, किञ्चित् ज्ञानम् इत्युक्ते किं, निर्विकल्पकज्ञानम् अङ्गीक्रियते। तज्ज्ञानस्य तज्ज्ञानं, तत् इत्युक्ते किं? निर्विकल्पकज्ञानम्। हा, उत्तमं, निर्विकल्पकज्ञानस्य पठतु। तज्ज्ञानस्य प्रकाशरूपा विषयता खडे समवाये नीलरूपे वा पतन्त्येव। इत्युक्ते किम्? निर्विकल्पकज्ञानस्य प्रभारूपा विषयता खडे समवाये नीलरूपे वा पतन्त्येव, तादृश ज्ञानम् अपि खडे समवायसम्बन्धेन अस्ति इति. घटे ज्ञानं समवायसम्बन्धेन घटे अस्ति वा? न, घटे नास्ति, नास्ति. खडे नीलरूपं समवायने अस्ति इति तादृशज्ञाने अपि अस्ति, परन्तु अत्र निरूप्य निरूपकभावं न ज्ञातुं शक्यते इति. इत्युक्ते यथा समिकल्पकज्ञाने त्रयः विषयताः प्रभाः भवन्ति, एवं निर्विकल्पकज्ञाने अपि त्रयः विषयताः, तिस्रः विषयताः विषयतारूपप्रभाः भवन्त्येव. इत्युक्ते मम पुरतः नीलोघटः अस्ति, तर्हि यदा चक्षुसंयोगः भवति तदा नीलरूपेण सह संयुक्तः भवति चक्षुः, घटेन सह अपि संयुक्तः भवति, तयोः मध्ये यः सम्बन्धः अस्ति तेन सह अपि मम चक्षुः संयुक्तः एव अस्ति, सन्निकृष्टः एव अस्ति, संयुक्तः इति न वक्तव्यं, सन्निकृष्टः एव अस्ति. किन्तु तत्र परस्परनिरूप्यनिरूपकभावः न भवति. इत्युक्ते प्रकारता घटत्वप्रकारतानिरूपकविषयकघटविषयकज्ञानम् इति तादृशनिरूप्यनिरूपकभावः न भवति. इत्युक्ते नीलरूपं दृश्यते, घटः अपि दृश्यते. दृश्यते इत्युक्ते दृश्यते इति प्रायः न वक्तव्यं, दृश्यते चेत् तत्र समिकल्पकं भवति. इत्युक्ते तत्र सन्निकर्षः जातः चक्षुषा सह एतेषां त्रयाणां विषयाणां सन्निकर्षः जातः, किन्तु परस्परनिरूप्यनिरूपकभावः न जातः इति उक्तं. कुतः? अग्रे पठतु, किमर्थं न जातः महोदय? तर्हि तत्र केवलं प्रथमक्षणे केवलं नीलरूपमेव तस्य ज्ञानं भवति, अनन्तरं केवलं घटस्य ज्ञानं भवति, अनन्तरं केवलं तयोः मध्ये सम्बन्धः अस्ति तस्य एव ज्ञानं भवति इति अस्ति वा? इति अपि नास्ति, इति अपि नास्ति. अस्तु, अग्रे अग्रे पठेम, किञ्चित् पठित्वा पुनः चिन्तयेम. कुतः तस्मिन् ज्ञाने रूपं खडं न रञ्जयति, यः न रञ्जयति सः प्रकारो न भवति, नापि आश्रयः विशेष्यः भवति. अधश्च समवाये अपि समवायः अपि तयोः संसर्गतया न भासते, तस्मात् प्रकारविशेष्यभावः तत्र नास्ति इति तयोः विषयतयोः निरूप्यनिरूपकभावः न भवति. तस्मिन् ज्ञाने रूपं घटं न रञ्जयति इति अत्र निर्विकल्पकज्ञाने ज्ञाने रूपं घटं न रञ्जयति, रूपं घटस्य विशेषणं न करोति इति. विशेषणत्वेन न भासते, विशेषणत्वेन न भासते. अतः तद् विशेषणत्वेन न भासते इत्युक्ते किम्? विशेषणं न दोदेति, घटं नीलरूपं घटवान् अस्ति इति. न, विशेषणत्वेन न भासते इत्युक्ते विशेषणम् इति कदा वदेम? यदा विशेष्ये अस्ति. एकनिमिषम्, अत्र विशेषणम् इत्युक्ते किम् इति चेत् पृथक्करणमेव तस्य कार्यं, तस्य प्रयोजनं. किन्तु विशेषणम् इति कदा वदेम? यदा, अस्तु, अत्र किम् उदाहरणम् अहं वदामि, घटत्वम् इति वदामः वा? न न न स्वीकृत्य न न न न न एकनिमिषम् अहं चिन्तयन्नस्मि. अस्तु, किं घटम् अघटम् आनयतु इति अहं वदामि भवतीं प्रति. तत्र पुरतः बहवः घटाः सन्ति खलु? तर्हि किं घटं मना मया आनेतव्यं, कः घटः मया आनेतव्यः इति पुनः पृच्छति. तस्य उत्तरत्वेन नीलोघटः आनयतु इति यदि अहं वदामि तदा इदानीं नीलः विशेषणम् अस्ति, तत्र विशेषणत्वेन भासते, विशेषणत्वेन भासते इति कृत्वा नीलः घटे अस्ति, तादृशघटः यस्मिन् घटे नीलरूपम् अस्ति तादृशघटः मया आनेतव्यम् इति यदा भवति तदा तत्र विशेषणत्वेन भासते इति कृत्वा तादृशज्ञानं सविकल्पकं भवति. किमर्थमित्युक्ते अत्र नीलरूपं स्वीकृत्य एव नीलरूप आधेयतानिरूपित अधिकरणतावान् घटः इति तत्र निरूप्यनिरूपभावम् अवगम्य एव अत्र नीलोघटः आनयति खलु. तर्हि तत्र निरूप्यनिरूपकभावः अस्ति, निरूपकभावं विज्ञाय एव नीलघटम् आनयति खलु. इदानीम् अस्तु, इदानीं भिन्नसन्दर्भः अहं वदामि. भवत्याः पुरतः बहवः बहूनि वस्तूनि सन्ति इति चिन्तयतु. एवमेव पश्यति इत्युक्ते अत्र किं किम् अस्ति इति अवधानं दत्त्वा न पश्यति. एवमेव इत्युक्ते भवत्याः चक्षुः तत्र पतति, तत् संयुक्तः भवति. यानि वस्तूनि सन्ति तेषु सर्वेषु संयुक्तः अस्ति भवत्याः चक्षुः, किन्तु अत्र किं कम् अस्ति इति यथा इदानीं मार्गे वयं गच्छेम तदा अत्र इतस्ततः पश्यन्तः स्मः चेत् तत्र बहु किमपि अस्माकं तत्र चक्षुसंयोगः भवति खलु, चक्षुषा सह संयुक्तः भवति. किन्तु अत्र एवमेव पश्यन्नस्ति, अत्र किमपि अस्ति इति एव ज्ञायते, किं किम् अस्ति इति तावत् अवगमनं न दधेम खलु. यदि अहं पृच्छामि भवती किं पश्यन्ती आगच्छति इति चेत् आह अत्र वृक्षः अस्ति, तस्मिन् पुष्पाणि सन्ति, बहु सुन्दरमस्ति इति तदा एव पश्यति. किन्तु एवमेव पश्यति चेत् तत्र निरूप्यनिरूपकभावः स्वीकृत्य न पश्यति. इत्युक्ते अत्र वृक्षः अस्ति वा इति वा तद्वा इति वा इति किञ्चिदस्ति, बहूनि वस्तूनि मार्गे सन्ति इति तावदेव यदि ज्ञानं भवति तदा तादृशज्ञानं निर्विकल्पकं भवति इति वक्तुम् अत्र निरूप्यनिरूपकभावः न भवति इति उक्तम्. उद्धं वा तदा निर्विकल्पक अत्र न निरूप्यनिरूपकभावः न भवति, यस्मिन् ज्ञाने निरूप्यनिरूपकभावः न भवति तादृशज्ञानम् अस्ति निर्विकल्पकज्ञानम्. तद्बुद्धं तावदेव अत्र उक्तं, तावदेव अत्र उक्तम् इत्युक्ते प्रथमं अत्र प्रकारविशेष्य अभावः. अभावः इत्युक्ते तस्य अभावः अपि न पश्यति, इत्युक्ते प्रकारः नीलरूपप्रकारकघटविशिष्टज्ञानम् इति तादृशज्ञानं न भवति. अत्र किमपि वस्तु अस्ति इति तावदेव ज्ञानं, वस्तुतः अत्र घटमस्ति इति अपि ज्ञानं न भवति, किन्तु किञ्चिदस्ति इति ज्ञानं भवति खलु, किमपि अस्ति इति ज्ञानं भवति खलु. तादृशज्ञानमेव निर्विकल्पकज्ञानम् इति कथ्यते. बुद्धं वा? हा अस्तु, तर्हि इदानीं मेहुल् महोदयस्य प्रश्नः यः यदा आसीत् नीलरूपम् इति ज्ञानं, समवायः इति ज्ञानं, घटः इति ज्ञानं भवति, किन्तु तयोः मध्ये सम्बन्धस्य ज्ञानं नास्ति इति नास्ति. किमर्थमित्युक्ते नीलरूपम् इति ज्ञानं भवति चेत् नीलरूपम् इति ज्ञाने अपि तिस्रः विषयाः सन्ति खलु, इत्युक्ते नीलत्वम् इति प्रकारः नीलरूपम् इति विशेष्यं तयोः मध्ये यः सम्बन्धः अस्ति, वस्तुतः तत्र साक्षात् सम्बन्धः न भवति, तर्हि तत्र स्व आश्रयसमवेतत्सम्बन्धेन सम्बन्धः, स्व इति नीलत्वं नीलत्वं नीलत्वस्य आश्रयः कः इति चेत् घटः एव तस्मिन् समवेतमस्ति नीलरूपम् इति कृत्वा यथा एकत्वं द्वित्वम् इति उक्तं तदा तादृशसम्बन्धः तत्र तर्हि नीलरूपं समवायः घटः इति तावदपि ज्ञानं न भवति केवलम् अत्र किञ्चित् अस्ति इति एव ज्ञानं भवति प्रकारता नास्ति किमपि विषयता नास्ति केवलम् एक एव विषयः अस्ति परन्तु त्रयः तिस्रः विषयता नास्ति केवलं इत्युक्ते तयोः मध्ये निरूप्यनिरूपकभावः नास्ति इत्युक्ते अत्र किञ्चित् किं सूक्ष्मविषयः अस्ति इत्युक्ते अतः एव अत्र उक्तं तज्ज्ञानस्य प्रकाशरूपः विषयतः घटे समवाये नीलरूपे एव पतत्येव इति तर्हि नीलरूपे ज्ञानं पतति विषयता पतति प्रभा पतति समवाये अपि पतति घटे अपि पतति किन्तु तयोः मध्ये निरूप्यनिरूपकभावः तावत् न गतम् इति कृत्वा इदं किञ्चित् इति एव ज्ञानं लभ्यते न तु नीलघटः इति कृत्वा तर्हि कियत् जातं प्रभा गच्छति चक्षुषा सह संयुक्तः अभवत् घटत्वेन संयुक्तः अस्ति समवायेनापि संयुक्तः अस्ति घटेनापि संयुक्तः अस्ति किन्तु निरूप्यनिरूपकभावः न जातः इति कृत्वा अयं घटः इति तादृशज्ञानं न भवति किन्तु इदं किञ्चित् इति एव ज्ञानं भवति तर्हि परन्तु तत्र बहु सूक्ष्मभेदः अस्ति झटिति एव अग्रिमेक्षणे एव सविकल्पकज्ञानं भवति एव तर्हि अस्य प्रयोजनं किं निर्विकल्पकज्ञानम् इति अस्य प्रयोजनम् अस्तु इदानीं पश्यतु अहं भवन्तं द्रक्ष्यामि एकः विषयः यद् भवता पूर्वं न दृष्टमेव अस्तु नूतनवस्तु अतिनूतनवस्तु एतावत्पर्यन्तं भवता न दृष्टमेव अस्तु तर्हि इदानीं भवान् किं वदति एतद् दृष्ट्वा तत् किम् इति एव वदति तत्र साक्षात् दृश्यते खलु किन्तु एतत् किम् इदं किञ्चित् किम् इति वदति खलु समीचीनतया अत्र भवान् पश्यति तथापि तत्र कीदृशप्रकारः कीदृशविशेष्यः तयोः मध्ये कीदृशसम्बन्धः इति ज्ञानं न भवति खलु यद्यपि इत्युक्ते तत्र विशेषणं किमपि अस्ति विशेष्यं किमपि अस्ति तयोः मध्ये सम्बन्धः अस्ति इति तु अस्ति तत्र चक्षुषा सह संयुक्तः अभवत् तथापि इत्युक्ते किम् इति न ज्ञायते खलु तादृशज्ञानं प्रत्यक्षे एव भवति इदानीं वर्षाभगिन्याः प्रश्नस्य उत्तरं किमर्थं प्रत्यक्षे एव भवति इति चेत् यः वस्तु अस्माकं पुरतः अस्ति तस्मिन् विषये एव एतादृशप्रश्नः कर्तुं शक्यते एतत् किम् इति अनुमानेन तादृशप्रश्नः न भव न कर्तुं शक्यते एव खलु प्रत्यक्षगोचरं नास्ति अनुमानविषयम् इति कृत्वा एतत् किं यद्विषयं प्रत्यक्षगोचरं प्रत्यक्षगोचरे नास्ति तं प्रति अनुमानमेव न कर्तुं शक्यते तर्हि कथं वा एतत् किम् इति निर्विकल्पकज्ञानं भवितुमर्हति इति भेदः शाब्दबोधस्य कृते तु भवति खलु तत् न शाब्दबोधे शाब्दबोधमित्युक्ते यत्र अर्थबोधः जायते तदा एव शाब्दबोधः इति यथा मया उक्तं अत्र पूर्वस्मिन् वर्गे अत्र सूड् इति मया उक्तं खलु सूड् इति भवता शब्दः श्रुतः इदानीं सूड् इति प्रत्यक्षज्ञानं जातम् किन्तु अर्थबोधः न जातः इति कृत्वा शाब्दबोधः न जातः तदा अर्थः ज्ञायते चेदेव शाब्दबोधः भवति इति वक्तुं शक्नुमः तर्हि प्रत्यक्षबोधः जातः अत्र सूड् इति यदा मया उक्तम् अत्र वातावरणं चेन्नैनगरे वाताकरणं कथमस्ति इति चेत् सूड् इति यत् मया उक्तं तत्र प्रत्यक्षज्ञानं जातम् किन्तु शाब्दबोधं न ज्ञातं तर्हि निर्विकल्पकज्ञानं तत्र जातं सूड् इति श्रुतं चेत् निर्विकल्पकज्ञानं जातं किमपि अहं श्रुतं किन्तु यदा सूड् इति पदस्य अर्थः ज्ञायते तदा सविकल्पकज्ञानं भवति इति कृत्वा निर्विकल्पकज्ञानं वक्तव्यम् एव नो चेत् अस्य अत्र लोके एतादृशव्यवहारः दृश्यते खलु नूतनपदं यदा अहं प्रयोगं करोमि किम् इति नूतनवस्तु यदा अहं द्रक्ष्यामि किम् इति नूतनगन्धः यत्किमपि आगच्छति कीदृशगन्धः एतत् इति आकाङ्क्षा भवति खलु गन्धः तु अनुभूयते किन्तु कप्रकारकगन्धः कविशेषकविशेषकगन्धः इति न ज्ञायते खलु सत्यं तर्हि सर्वदा शिशुः निष्प्रकारकज्ञानमेव अनुभवति उत्तमम् उत्तमम् इति निष्प्रकारकज्ञानं तस्मिन् भवति इति कृत्वा एव सः पृच्छति एतत् किम् इति ज्ञानमेव नास्ति चेत् कथं वा प्रश्नः उदेति तस्मिन् विषये इति कृत्वा निष्प्रकारकज्ञानं निर्विकल्पकज्ञानमपि सविषयकमेव किन्तु कः विषयः कः प्रकारः कः संसर्गः इति ज्ञानं नास्ति किञ्चिदस्ति इति तावद् अवबुध्यते इति कृत्वा नैयायिकाः किं कृतवन्तः निर्विकल्पकज्ञानं निर्विकल्पकप्रत्यक्षं ज्ञानम् इत्युक्ते सर्वेषां ज्ञानानां तत्र ज्ञानमिति पदं प्रयोगं कुर्मः इति कृत्वा निर्विकल्पकप्रत्यक्षम् अङ्गीक्रियते एतादृशव्यवहारस्य लोकप्रसिद्धव्यवहारस्य समर्थनाय निर्विकल्पकज्ञानं प्रत्यक्षम् अङ्गीक्रियते किन्तु अनुमानेन एतादृशप्रश्नः न करोति खलु केनापि अनुमानप्रसङ्गे एतत् किम् इति प्रश्नः अनुमाने कथं वा स्यात् शाब्दबोधे अपि कथं वा स्यात् इत्युक्ते उष्णम् इति भवति इति पदस्य अर्थं यदा ज्ञायते तदा उष्णम् इति पदं यदा श्रूयते तत्र सविकल्पकज्ञानम् एव भवति तर्हि उष्णत्वं यस्मिन् विद्यते तत्र विशेषता प्रकारता इति एतत् सर्वं भवत्येव इति अस्य प्रयोजनमस्ति समीचीनम् उत्तमम् अग्रे गच्छेम तर्हि स्वामी महोदय अग्रे पठति वा एवं सति महोदय हा शिरा महोदय वदतु अत्र इदानीं अस्तु अनन्तरं पृच्छामि महोदय प्रश्न पठित्वा अस्तु अस्तु हा अग्रे स्वामी महोदय पठति पठामि वा महोदय एवं सति सा विषयतापि प्रकारता संसर्गता विशेष्यता इति न व्यवह्रियते परन्तु एतेषां पदार्थानां प्रकाशनं तु जातम् अतः तत्र विषयताः भवन्ति परन्तु अत्र प्रकारत्वादीनां सत्त्वात् असत्त्वात् इदं निष्प्रकारकं निःसंसर्गकं निर्विशेष्यकं ज्ञानं भवति इदमेव सङ्ग्रहकारेण निष्प्रकारकं ज्ञानं निर्विकल्पकम् इति निरूपितम् तत्र किञ्चित् ज्ञानं किमपि अस्ति इति ज्ञानमस्ति किन्तु किम् इति सविशेषपूर्वकं ज्ञानं नास्ति अतः एव ग्रन्थकारः प्रकाशनं न जात् प्रकाशनं तु जातम् इत्युक्ते किञ्चित् ज्ञानं तु अस्ति. प्रकाशनं तु जातम् इत्यस्य अर्थः कः? चक्षुविषययोः मध्ये संयोगः जातः इति कृत्वा एव अत्र किञ्चित् अस्ति इति ज्ञानं भवति, किन्तु सः कः इति ज्ञानं नास्ति. कीदृशप्रकारः, कीदृशविशेष्यः, तयोः मध्ये कीदृशसम्बन्धः इति तावत् ज्ञानं न जातम्. विषयता भवन्ति किन्तु तत् विषये तस्मिन् प्रकारकं संसर्गकं विशेष्यत्वं नास्ति. हा सत्यं, तदेव निष्प्रकारकं ज्ञानं निर्विकल्पकम् इति ग्रन्थे उक्तम्. हा तर्हि यदि इदानीं तत्र एकं वस्तु अहम् आनयामि, तत्र किमपि रूपं दृश्यते, किन्तु कीदृशरूपम् इत्युक्ते एतावत्पर्यन्तं तादृशरूपं, रूपम् इत्युक्ते कलर् इति चिन्तयतु, तादृशरूपम् एतावत्पर्यन्तं भवता न दृष्टं, तादृशरूपमस्ति. अपि च अत्र विषयस्य आकारः अपि तादृशमस्ति. एषः कः, अस्य प्रयोजनं किम् अपि बोधः न जातः, किन्तु किञ्चिदस्ति तस्मिन् विद्यमानरूपमिति ज्ञायते. तत्र विषयः विदेश्यः अपि ज्ञायते, किन्तु रूपं किं, विषयः कः इति ज्ञानं यत्र नास्ति, तादृशज्ञानं दिव्यकल्पकम् महोदय इति नैयायिकाः वदन्ति. महोदय अग्रिमपृष्ठे वाक्यानि सन्ति महोदय, अहं पठितुमपि शक्यते, किन्तु तद् तस्य विषयं किम् इति मया ज्ञानं नास्ति अग्रिमपुटे. आमामां, तत् अतः तद् निर्विकल्पज्ञानं वा प्रत्यक्षं मया दृश्यते? सत्यम् इत्युक्ते यद् इदानीम् एकं वाक्यं पठति चिन्तयतु, किन्तु न अवबुद्धः, तर्हि इदानीं तद् वाक्यं निर्विकल्पकज्ञानं भवति. शाब्दबोधः न जातः, किन्तु ज्ञानं तु अस्ति एव, श्रोत्रेन्द्रियेण ज्ञानं जातं, किन्तु निर्विकल्पकज्ञानमस्ति, किन्तु समिकल्पकज्ञानं नास्ति. समीचीनं, तदेव अग्रे. यद्यपि मूले निर्विकल्पकमादौ लिखित्वा ततः सविकल्पिकं सविकल्पकं निरूपितम्, तथापि प्रकारतादिनिरूप्य सविकल्पकं निरूप्य निर्विकल्पककथनं सुकरम् इति मया सविकल्पकमेव आदौ निरूपितम्. एतत् तत्र निर्विकल्पे प्रकारतादीनाम् असत्वात् न वक्ष्यमाणं जात्यादिकं प्रकारविधया भासते, अतः तस्य शब्देन निरूपणं दुःशकम् इति मूले उक्तं किञ्चित् इदम् इति. मूले अत्र मूलग्रन्थे द्विविधम् इति निर्विकल्पक निर्विकल्पकं सविकल्पकं च इति, तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् इति पूर्वं तदेव उक्तं, किन्तु निरूपणसमये किमर्थं सप्रकारकज्ञानं सविकल्पकं दीयते इति एतद् महोदय गते पूर्वपाठे पठितं खलु, सप्रकारकज्ञानस्वभावः. तर्हि सप्रकारकज्ञानं किम् इति अवगम्य तदनन्तरं निष्प्रकारकज्ञानम् इत्युक्ते किम् इति अवगतम्. किमर्थमिति चेत् सप्रकारकज्ञानस्य अवगमनं विना निष्प्रकारकज्ञानस्य अवगमनं दुःशकं, न साध्यम् इति कृत्वा एतादृशं कृतम् इति उक्तं तावदेव. अनुभूति एव एतत्. आमां, इति कृत्वा उदाहरणं किञ्चिदिदम् इति उदाहृतं निष्प्रकारकज्ञानस्य उदाहरणं किञ्चिदिदम् इति, वस्तुतः अत्र वक्तुं न शक्यते एव, किञ्चिदिदं किमपि अस्ति किन्तु सः कः इति ज्ञानं न प्राप्तं किन्तु किमपि अस्ति इति ज्ञानं प्राप्तं तावत् प्राप्तम् इति कृत्वा किञ्चिदिदम् इति तस्य उदाहरणं दत्तम्। सम्पूर्णं ज्ञानं नास्ति चेत् तत् किञ्चित् इति वक्तुं शक्यते वा महोदय? न, सम्पूर्णम् इति मा वदतु। इदानीं वयं न्यायवर्गे स्मः खलु, तर्हि यत्र विरूप्यनिरूपकभावज्ञानं नास्ति तत्र निर्विकल्पकज्ञानम्। अस्तु, अग्रे शिवराममहोदय पठति वा सप्रकारकज्ञाने? धन्यवादः। अनन्तरं पठामि महोदय। अद्य अस्तु अस्तु समीचीनं। हा, रमेश महोदय तर्हि पठतु महोदय। सप्रकारकज्ञाने भूतलं घटवत् इत्याद्यकारके घटः इत्यादि आकारके घटः प्रकारः इति अविवादं, परन्तु घटभूतलादि पदार्थद्वयम् अनादि अपि अनादाय अपि लौकिकदृष्ट्या एकपदार्थभाने अपि ये प्रकारविद्या भासन्ते तान् पदार्थान् जात्यादीन् दर्शयति, यथा डित्तो अयम् इति। तावतावद् वदतु महोदय, तदनन्तरम् अग्रे पठेम। अत्र घटभूतल आदि द्वयमस्ति। न, प्रथमं ज्ञानं किम्? घटभूतले अस्ति इति ज्ञानं, भूतलं घटवत् इति ज्ञानं, भूतलं घटवत् इति ज्ञानं। तत्र भूतलं भूतलः अह भूतलः अस्ति, घटं घटः अस्ति इति द्वयं पदार्थम् अस्ति इति अस्ति न इति नास्ति, इति नास्ति। भूतलं घटवत् इति ज्ञाने घटः कः, भूतलं किम्? घटः तस्य विशेषणं भवति वा? हा, सत्यं। तर्हि घटः प्रकारः अस्ति, प्रकारः अस्ति, घटप्रकारकभूतलविशिष्टज्ञानमस्ति खलु। भूतलं घटवत् इति ज्ञाने घटः प्रकारः, भूतलं विशेष्यः, तयोः मध्ये कः सम्बन्धः? संयोगः अस्ति इति सम्बन्धः। उत्तमं, सत्यम्। इति अविवादम् इत्युक्ते घटः प्रकारः इति विवादास्पदविषयं नास्ति, सर्वे अवगच्छन्ति, सर्वे अङ्गीकुर्वन्ति एव इति उक्तं। परन्तु यदा एक पदार्थ अस्ति तर्हि घटः एव अस्ति, तादृश तत्र जात्यादीनां जात्यादीन् इति दर्शयति। तत्र जाति घट घटस्य जाति यत् अस्ति तद् तदपि वयं पश्यामः इति दत्तमस्ति। इत्युक्ते यद् मया पृष्टं वर्षा भगिन्याः, अयं घटः इति सप्रकारकज्ञानं वा नो चेत् समिकल्पकज्ञानं वा निर्विकल्पकज्ञानं वा इति चेत् समिकल्पकज्ञानम् एव इति इति भगिन्या उक्तं खलु। कथम् इति चेत् तत्र घटत्वं प्रकारविधया भासते इति कृत्वा अत्र जात्यादीनां दर्शयति इति। अत्र इदानीम् उदाहरणं दर्शयति इत्युक्ते केन केन कः दर्शयति? ग्रन्थकारः, मूलग्रन्थकारः दर्शयति. उदाहरणं दत्तमस्ति खलु, यथा दित्तोऽयम् इति. दित्तोऽयम् इति ज्ञानं, दित्तः इति कश्चन पुरुषस्य नाम अस्ति. यथा रमेशः इति नाम, तथा दित्तः इति नाम अस्ति. तर्हि दित्तोऽयम् इति ज्ञाने प्रकारः कः, विशेषः कः? दित्तः इति तस्य प्रकारः. तस्मिन् दित्तत्वम् अस्ति, घटत्वं दित्तत्वम् अस्ति. सः पुरुषः इति ज्ञानं वा? दित्तः अयम् इति उक्तं खलु, एषः पुरुषः दित्तः, एषः रमेशः इति. तर्हि पुरुषः विशेष्यः भवति, दित्तः इति प्रकारः भवति, तस्य नाम भवति. बुद्धं खलु? अग्रे पठतु. आद्यं संज्ञाप्रकारकं भवति. तर्हि अत्र संज्ञा एव प्रकारः अस्ति, दित्तः इति संज्ञा एव प्रकारः अस्ति, पुरुषः विशेष्यः अस्ति इति आदौ ज्ञानं भवति. तदनन्तरं द्वितीयं ब्राह्मणत्वप्रकारकं व्यक्तिविशेष्यकं भवति. अत्र दित्तोऽयं, तदनन्तरं ब्राह्मणः अयम् इति उक्तं खलु, तत्र ब्राह्मणत्वं, तत्र ब्राह्मणत्वम् इति प्रकारकम् अस्ति. उत्तमं. व्यक्तिः पुरुषः व्यक्तिः विशेष्य. उत्तमम्. तृतीयमस्ति श्यामः अयम् इति उक्तम्. तृतीयं श्यामरूपगुणप्रकारकं गुणविशेष्यकम्. गुणिविशेष्यकम्. तर्हि रूपं प्रकारकं श्यामरङ्ग श्यामरूपं प्रकारकं, तत् एक एकविधगुणी, यस्मिन् तत् रूपम् अस्ति तदेव तस्य विशेष्यम् अस्ति. पुरुषः अत्र पुरुषः एव विशेष्यः, सर्वत्र पुरुषः एव. दित्तोऽयम् इत्यत्र संज्ञाप्रकारः अस्ति, पुरुषः विशेष्यः अस्ति. ब्राह्मणः अयम् इत्यत्र ब्राह्मणत्वं किं प्रकारः अस्ति, पुरुषः विशेष्यः अस्ति. श्यामोऽहं, श्यामः अयम् इत्यत्र श्यामरूपं प्रकारः अस्ति, पुरुषः विशेष्यः अस्ति. चतुर्थं पाचकः अयम् इति. चतुर्थं च पाकक्रियाप्रकारकं क्रियाविद्व क्रियावत् विशेष्यकम्. तत्रापि यः तत् क्रिया करोति तस्य पाचकः इति नाम दत्तमस्ति. अत्र पाचकः इति संज्ञाविषयेण उक्तं, किञ्चित् समीचीनतया वक्तव्यं. पाकक्रिया एव तत्र विशेष प्रकारता भवति, पाकक्रिया एव प्रकारता भवति. यद् व्यक्ति अस्ति, यद् पाकक्रिया करोति पुरुषः, तदेव विषयः अस्ति, विषयम् अस्ति, विशेष्यः. प्रकारः अपि विषयः एव, किन्तु अत्र प्रकारः, विशेष्यः, संसर्गः इति त्रयः विषयाः सन्ति खलु. अस्तु, इति भेदेन ज्ञानानि चत्वारि ज्ञानानि उदाहृतानि इति. अस्तु, बहु समीचीनं. तर्हि ज्ञानस्य महोदय किञ्चित् म्यूट् मध्ये भवतु, प्रतिध्वनिः आगच्छति. अस्तु, तर्हि ज्ञानस्य आकारं दृष्ट्वा तत्र प्रकारः कः, विशेष्यः कः, संसर्गः कः इति द्रष्टव्यम्. अस्तु, अत्र प्रथम उदाहरणमस्ति घटवद्भूतलम् इत्यत्र घटः प्रकारः, भूतलं विशेष्यः, तयोः मध्ये तयोगसम्बन्धः संसर्गः इति अस्ति. अत्र त्रयः विषयाः सन्त्येव, साक्षात् दृश्यते. तर्हि यदि घटमेव पश्यति, घटे घटवद्भूतलम् इति न पश्यति, किन्तु घटमेव पश्यति, नो चेत् भूतलमेव पश्यति, अयं घटः इति ज्ञानं भवति चेत् तत्र जातिप्रकारः भवति. अस्तु, तत्र दित्तः अयम् इत्यत्र नाम संज्ञा, तस्य नाम प्रकारः भवति. ब्राह्मणः अयम् इत्यत्र ब्राह्मणत्वम् इति जातिः अत्र इति धर्मः, जातिः नास्ति प्रायः धर्मः इति वक्तव्यं, तत्प्रकारकं भवति. श्यामः अयम् इत्यत्र श्यामरूपं प्रकारकं भवति. पाचकः अयम् इत्यत्र क्रिया प्रकारः भवति, इत्युक्ते किं किं प्रकारः भवितुम् अर्हति इति अत्र उक्तं, जातिः वा गुणः वा क्रिया वा प्रकारत्वेन भवितुम् अर्हति. सर्वदा द्रव्यमेव विशेष्यः भवति इति अपि उक्तम्. अस्तु, तर्हि इदानीम् अग्रे नूतनपाठः आरप्स्यते. विशिष्टज्ञानादिजनकनिरूपणम् इत्युक्ते सप्रकारकज्ञानं कथं जायते, विशिष्टज्ञानम् इत्युक्ते सप्रकारकज्ञानं कथं जायते इति अत्र निरूपणं, प्रक्रिया दत्तमस्ति. अत्र निमिषत्रयमेव अवशिष्टमस्ति इति कृत्वा अत्र समापयामः. हा, प्रश्नः अस्ति वा महोदय? तदा इदानीं एकं द्रव्यं पश्यामश्चेत् तत्र द्रव्यत्वम् इति अस्ति खलु, द्रव्यत्वं तत्र जाति इति स्वीकुर्मः वा? जाति अस्ति, द्रव्यम् इति विशेषणं न स्वीकुर्मः. तत्र द्रव्यं यत्किमपि नूतनं द्रव्यं पश्येम, तत्र द्रव्यमस्ति, द्रव्यत्वम् इति जाति अस्ति, अनयोः सम्बन्धः अस्ति. सत्यं, तदस्ति चेत् निर्विकल्पकम् इति वदामः. नास्ति, एतत् द्रव्यम् इति ज्ञानं स्वीकरोतु. एतत् द्रव्यम् इति ज्ञानं तविकल्पकं वा निर्विकल्पकं वा? तत्र तु तद् किम् इति अहं न जानामि खलु. न भवतु, किन्तु मम आशयः कः, इदानीं घटं दृष्ट्वा अहं वदामि एतत् द्रव्यम् इति. अत्र ज्ञानं सविकल्पकं वा निर्विकल्पकं वा? तत् सविकल्पकम् एव अस्ति इति. हा, इति अस्ति, इत्युक्ते यत्र अयं घटः इति वदामः तदा एव सविकल्पकम्. एतत् द्रव्यम् इति वदामश्चेत् निर्विकल्पकम् इति नास्ति. एतत् किम् इति न वक्तुं यदा शक्ये, यदा न शक्यते तदा एव निर्विकल्पकं भवति. द्रव्यं वा गुणः वा क्रिया वा इति किमपि न वक्तुं शक्यते चेत्, इत्युक्ते अस्माकम् आशयः तत्र नास्ति, विवक्षा नास्ति. यत्किमपि द्रव्यं स्वीकृत्य एतत् द्रव्यम् इति अहं मया वक्तुं शक्यते खलु. इदानीं मम पौत्रः अस्ति, तस्मिन् पुरतः एकं नूतनवस्तु अस्ति, तर्हि सः पृच्छति एतत् किम् इति. एतत् द्रव्यम् इति वदामि चेत् तत्र तस्य आकाङ्क्षा अपगच्छति किम्? वाट् इस् दिस् इफ् इस् आस्किङ्ग् ऐ इफ् ऐ मै रिप्लै दिस् इस् एन् आब्जेक्ट्. सः हसति, किं भोः वदति इति, भवानपि न जानाति वा इति पृच्छति खलु. सत्यम्, तर्हि तादृशं व्यवहारः न भवति एव यः व्यवहारः, किन्तु व्यवहारः भवति. इत्युक्ते घटः इति द्रव्यं वा गुणः वा इति पृष्टे सति एतत् द्रव्यम् इति यदि अहं वदामि तत्र सविकल्पकज्ञानं भवति. तस्मिन् द्रव्यत्वम् अस्ति इति कृत्वा जलम् एतदपि द्रव्यं, तेजः एतदपि द्रव्यं, वायुः एतदपि द्रव्यम् इति यदि अहं वदामि तत्र द्रव्यत्वं प्रकारविषया भाषते, तत्र निरूप्यनिरूपकभावः अस्ति. द्रव्यत्वम् अस्ति इति कृत्वा एव एतद् द्रव्यम् इति अहं वदामि खलु. तत्र इदानीम् एतद् द्रव्यम् इति, तर्हि अत्र सन्दर्भं दृष्ट्वा वक्तव्यम्, इत्युक्ते एतादृशं ज्ञानमस्ति चेत् सविकल्पकम्, एतादृशं ज्ञानमस्ति चेत् निर्विकल्पकम् इति न वक्तव्यं. सन्दर्भं दृष्ट्वा अवगन्तव्यम्. यथा ह्यस्तनवर्गे अस्माभिः दृष्टं खलु, धातुः अस्ति चेत् अकर्मकः इति नास्ति. धातोः अर्थः यः कः इति दृष्ट्वा तादृश अर्थः सकर्मकः भवितुमर्हति वा न वा इति द्रष्टव्यं. तप् इति धातोः विषये चिन्तितमस्ति खलु. यदि तप् धातोः टु बर्न् इति अर्थं स्वीकुर्मः तत्र कर्म भवत्येव. सूर्यः तपति, किं तपति? भूमिं तपति इति वक्तुं शक्नुमः. किन्तु स्वामी तपति इति वदामश्चेत् इत्युक्ते पेनन्स् करोति, तर्हि किं पेनन्स् करोति इति प्रश्नः नैव उदेति खलु. अकर्मकः भवति. स्वामी हसति, एवं स्वामी तपति, इट् ईस् डूयिङ्ग् पेनन्स्. तस्मिन् अर्थे इदानीं तप् धातुः यद्यपि सकर्मकधातुः इति उक्तं, तथापि अस्मिन् अर्थे अकर्मकधातुः एव भवति, कर्म कर्म न भवति अस्मिन् अर्थे. एवम् अत्र एतद् द्रव्यं, दिस् इस् एन् आब्जेक्ट् इति केवलम् एतत् किम् इति प्रश्नस्य उत्तरम् एतद् द्रव्यम् इति तावदेव अहं वदामि चेत् तत्र द्रव्यत्वम् अस्ति इति कृत्वा अहं वदामि चेत् यदि तादृश अवगमनं स्वीकृत्य अहं वदामि चेत् तत्र सविकल्पकं भवति. इदं किञ्चित् इति यदि अहं पदं प्रयोगं करोमि, नो चेत् तादृशविवक्षायाम् एतद् द्रव्यम् इति यदि अहं वदामि तदा निर्विकल्पकं भवति. उद्धं खलु? अस्तु, तर्हि अत्र समापयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.